न तत्र चक्षुर्न गच्छति न वा गच्छति नो मनः न विद्मो न विजानीमो यथा एतदनुशिष्यात्। यस्मात् श्रोत्रादिरपि श्रोत्रादि आत्मभूतं ब्रह्म, अतः न तत्र तस्मिन् ब्रह्मणि चक्षुः गच्छति, स्वात्मनि गमन असम्भव, तथा न वाक् गच्छति। वाचा हि शब्दः उच्चार्यमाणः अभिधेयं प्रकाशयति यदा, तदा अभिधेयं प्रति वाक् गच्छति इति उच्यते। तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्य आत्मब्रह्म, अतो न वाक् गच्छति। यथा अग्निः दाहकः प्रकाशकश्चापि सन् न हि आत्मानं प्रकाशयति दहति वा, तद्वत् नो मनः मनश्च अन्यस्य सङ्कल्पयितृ अध्यवसातृ च सतु न आत्मानं सङ्कल्पयति अध्यवस्यति च, तस्यापि ब्रह्म आत्मा इति। इन्द्रियमनोभ्यां हि वस्तुनो विज्ञानं, तदगोचरत्व न विद्मः तद्ब्रह्म ईदृशमिति। अतो न विजानीमः यथा येन प्रकारेण एतद्ब्रह्म अनुशिष्य उपदिशे शिष्या इति अभिप्रायः। यद्धि कर्णगोचरः तदन्यस्मै उपदेष्टुं शक्यं जातिगुणक्रियाविशेषणैः, न च जात्यादिविशेषणवद्ब्रह्म। तस्मात् विषमं शिष्यान् उपदेशेन प्रत्यायितुमिति उपदेशे तदर्थग्रहणे च यत्न अतिशयकर्तव्यतां दर्शयति। अन्यदेव तद्विदिताम् अथो अविदिता दधि इति शुश्रुमपूर्वेषां येनस्तद्व्याचक्षिरे। न विद्मो न विजानीमो यथा एतदनुशिष्यात् इति अत्यन्तमेव उपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादो अयमुच्यते। सत्यमेवं प्रत्यक्षादिभिः प्रमाणैः न परः प्रत्यायितुं शक्यः, आगमेन तु शक्यते एव प्रत्यायितुम् इति तदुपदेशार्थम् आगममाह अन्यदेव तद्विदितात् अथो अविदितादधीति। अन्यदेव पृथगेव त यत्प्रकृतं श्रोत्रादीनां श्रोत्रादि इति उक्तम् अविषयश्च तेषां, तद्विदितात् अन्यदेव हि। विदितं नाम यद्विधिक्रियया अतिशयेन आप्तं विधिक्रियाकर्मभूतं, क्वचित् किञ्चित् कस्यचित् विदितं स्यादिति सर्वमेव व्याकृतं विदितमेव, तस्मादन्यदेव इत्यर्थः। अविदितम् अज्ञातं तर्हि इति प्राप्त्याः अथोऽपि अविदित विदितविपरीतात् अव्याकृत अविद्यालक्षणात् व्याकृतबीज अधि इति उपर्यर्थे लक्षणया अन्यदित्यर्थः। यद्धि यस्मादधि उपरि भवति तत्तस्मात् अन्यदिति प्रसिद्धम्। यद्विदितं तदल्पं मर्त्यं दुःखात्मकं च इति हेयं। तस्मात् विदितादन्यद्ब्रह्म इत्युक्ते तु अहेयत्वम् उक्तं स्यात्, तथा अविदितादधि इत्युक्ते अनुपादेयत्वम् उक्तं स्यात्। कार्यार्थं हि कारणम् अन्यतो अन्येन उपादीयते, अतश्च न वेदितुः अन्यस्मै प्रयोजनाय अन्यदुपादेयं भवति इति, एवं विदिताविदिताभ्याम् अन्यदिति हेयोपादेयप्रतिषेधेन स्वात्मनो अनन्यत्व ब्रह्मविषयजिज्ञासा शिष्यस्य निवर्तिता स्यात्। न हि अन्यस्य स्वात्मनो विदिताविदिताभ्याम् अन्यत्वं वस्तुनः सम्भवति इति आत्मा ब्रह्म इति एष वाक्यर्थः। अयमात्मा ब्रह्म य आत्मा अपहतपाप्मा यत्साक्षात् अपरोक्षात् ब्रह्म य आत्मा सर्वान्तरः इत्यादि श्रुत्यन्तरेभ्यश्च इति। एवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषः ब्रह्मत्वप्रतिपादकस्य वाक्यार्थस्य आचार्योपदेशपरम्परया प्राप्तत्वमः इति शुश्रुम इत्यादि। ब्रह्म च एवं आचार्योपदेशपरम्परया एव अधिगन्तव्यं न तर्कतः प्रवचनमेधा बहुश्रुतः तपोयज्ञादिभिश्च इति एवं शुश्रुम श्रुतवन्तः वयं पूर्वेषाम् आचार्याणां वचनं ये आचार्याः नः अस्मभ्यं तद्ब्रह्म व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः तेषामित्यर्थः यद्वाचा अनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते अन्यदेव तद्विदितादथो अविदितादधीत्यनेन वाक्येन आत्मा ब्रह्म इति प्रतिपादिते श्रोतुः आशङ्का जाता कथं नु आत्मा ब्रह्म आत्मा हि नाम अधिकृतः कर्मणि उपासने च संसारी कर्मोपासनं वा साधनम् अनुष्ठाय ब्रह्मादिदेवान् स्वर्गं वा प्राप्तुमिच्छति तस्मादन्यः उपास्यः विष्णुः ईश्वरः इन्द्रः प्राणो वा ब्रह्म भवितुमर्हति न तु आत्मा लोकप्रत्ययविरोधः यथा अन्ये तार्किकाः ईश्वराद् अन्यः आत्मा इति आचक्षते तथा कर्मिणो अमुं यज इति अन्या एव देवता उपासते तस्माद्युक्तं यद्विदितम् उपास्यं तद्ब्रह्म भवेत् ततो अन्यः उपासकः इति तामेतामाशङ्कां शिष्यलिङ्गेन उपलक्ष्य तद्वाक्यद्वा आह मैवं शङ्किष्टः यच्चैतन्यमात्रसत्ताकं वाच वागिति जिह्वामूलादिषु अष्टसु स्थानेषु विशक्तम् आग्नेयं वर्णानाम् अभिव्यञ्जकं करणं वर्णश्च अर्थसङ्केतपरिच्छिन्न एतावन्त एवं क्रमप्रयुक्ता इति एवं तदविव्यङ्ग्यः शब्दः पदं वागिति उच्यते अकारो वै सर्वा वाक् सैषास्य स्पर्शान्तस्थ ऊष्मभिः व्यज्यमाना बह्वी नानारूपा भवति इति श्रुते मितम् अमितं स्वरः सत्यानुते एष विकारः यस्याः तया वाचा पदत्वेन परिच्छिन्नया कर्णगुणवत्य अप्रकाशितम् अनभ्युक्तम् येन ब्रह्मणा विवक्षिते अर्थे सकर्णवाक् अभ्युञ्जते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यते इत्येतत् यत् वाचोः वाक् इत्युक्तं वदन् वाक् यो वाचमन्त्रोऽयमेति इत्यादि च वाचसनेके या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तं सा वाग्यया स्वप्ने भाषते इति सा हि वक्तुः वक्तिः नित्या वाक् चैतन्यज्योतिस्वरूप न हि वक्तुः वक्तेः विपरिलोपविद्यते इति श्रुतेः तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्वात् ब्रह्म इति विद्धि विजानीहि त्वं यैः वागादि उपाधिभिः वाचोः वाक् चक्षुषश्चक्षुः श्रोत्रश्च श्रोत्रं मनसो मनः कर्ता भोक्ता विज्ञाता नियन्ता प्रशासित विज्ञानम् आनन्दं ब्रह्म इत्येमादयः संव्यवहाराः असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते तान् व्युदस्य आत्मानमेव निर्विशेषं ब्रह्मविद्धि इति एव शब्दार्थः नेदं ब्रह्म यदिदम् इति उपाधिभेदविशिष्टम् अनात्मेश्वरादि उपासते ध्यायन्ति तदेव ब्रह्मत्वं विद्धि इति उक्तेऽपि नेदं ब्रह्म इति अनात्मनो अब्रह्मत्वं पुनः उच्यते नियमार्थम् अन्यब्रह्मबुद्धिपरिसङ्ख्यानार्थं वा यन्मनसा न मनुते येनाहुर्मनोमतं तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते यन्मनसा न मनुते मन इति अन्तःकरणं बुद्धिमनसोः एकत्वेन गृह्यते मनुते अनेन इति मनः सर्वकरणसाधारणं सर्वविषयव्यापकत्व कामसङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः श्रीः धीः भीः इति एतत् सर्वं मन एव इति श्रुतेः कामादिवृत्तिमन्मनः तेन मनस यच्चैतन्यज्योतिहि मनसो अभासकं न मनुते न संकल्पयति नापि निश्चिनोति लोकः। मनसो अवभासकत्वेन नियन्तृत्वात् सर्वविषयं प्रति प्रत्यगेव इति स्वात्मनि न प्रवर्तन्ते अन्तःकरणम्। अन्तस्थेन हि चैतन्यज्योतिष अवभासितस्य मनसः मननसामर्थ्यम्। तेन सवृत्तिकं मनः येन ब्रह्मण मतं विषयीकृतं व्याप्तम् आहुः कथयन्ति ब्रह्मविद। तस्मात् तदेव मनसः आत्मानं प्रत्यक्चेतितारं ब्रह्मविद्धि नेदमित्यादि पूर्वत् यच्चक्षुषो न पश्यति येन चक्षुगुंषि पश्यति तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते। यच्चक्षुषा न पश्यति न विषयीकरोति अन्तःकरणवृत्तिसंयुक्तेन लोकः येन चक्षुंषि अन्तःकरणवृत्तिभेदभिन्नाः चक्षुर्वृत्तीः पश्यति चैतन्यात्मज्योतिष विषयीकरोति व्याप्नोति तदेव इत्यादि पूर्वत्। यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदकं श्रुतं तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते। यश्रोत्रेण न शृणोति दिग्देवताधिष्ठितेन आकाशकार्येण मनोवृत्तिसंयुक्तेन न विषयीकरोति लोकः येन श्रोत्रम् इदं श्रुतं यत् प्रसिद्धं चैतन्यात्मज्योतिष विषयीकृतं तदेव इत्यादि पूर्वत्। यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते। यत् प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थितेन अन्तःकरणप्राणवृत्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयीकरोति येन चैतन्यात्मज्योतिष अवभास्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेव इत्यादि सर्वं समानम् इति प्रथमः खण्डः। द्वितीयः खण्डः यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्तब्रह्मणो रूपं यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्ये विदितम्। एवं हेयोपादेयविपरीतस्तु आत्मा ब्रह्म इति प्रत्यायितः शिष्यः अहमेव ब्रह्म इति सुष्ठु वेद अहमिति मा गृह्णीयात् इति आशयात् आह आचार्यः शिष्यबुद्धिविचारणार्थं यदि इत्यादि ननु इष्ट एव सुवेदहमिति निश्चिता प्रतिपत्तिः। सत्यम् इष्टा निश्चिता प्रतिपत्तिः न हि सुवेदहमिति। यद्धि वेद्यं वस्तु विषयी भवति तत्सुष्ठु वेदितुं शक्यं दाह्यमिव दग्धुम् अग्नेः दग्धुः न तु अग्नेः स्वरूपमेव। सर्वस्य हि वेदितुः स्वात्मा ब्रह्म इति सर्ववेदान्तानां सुनिश्चितो अर्थः। इह च तदेव प्रतिपादितं प्रश्नप्रतिवचनोक्त्य श्रोत्रस्य श्रोत्रम् इत्याध्येय यद्वाचानभ्युदितम् इति च विशेषतो अवधारितम्। ब्रह्ममित्सम्प्रदायनिश्चयश्च उक्तः अन्यदेव तद्विदितात् अथो अविदितादधि इति। उपन्यस्तम् उपसंहरिष्यति च अविज्ञातं विजानतां विज्ञातम् अविजानतामिति। तस्माद् युक्तमेव शिष्यस्य सुवेद इति बुद्धिं निराकर्तुं न हि वेदिता वेदितुः वेदितुं शक्यः अग्निः दग्धुरिव दग्धुम् अग्निः न च अन्यो वेदिता ब्रह्मणो अस्ति यस्य वेद्यम् अन्यस्याद् ब्रह्म नान्यदतोऽस्ति विज्ञातृ इति अन्यो विज्ञातः प्रतिष्ठ्यते। तस्मात् सुष्ठु वेदाहं ब्रह्मेति प्रतिपत्तिः मिथ्या एव। तस्माद् युक्तमेव आह आचार्यो यदि इत्यादि। यदि कदाचित् मन्यसे सुवेद इति सुष्ठु वेदहं ब्रह्मेति कदाचिन् यथाश्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधः कश्चित् प्रतिपद्यते कश्चिन्न इति साशङ्कमः यदि इत्यादि। दृष्टञ्च येषोऽक्षिणी पुरुषो दृश्यते एष आत्मेति उवाच एतदमृतम् अभयम् एतद्ब्रह्म इत्युक्ते प्राजापत्यः पण्डितोऽपि असुरराड् विरोचनः स्वभावदोषवशात् अनुपपद्यमानमपि विपरीतम् अर्थं शरीरम् आत्मा इति प्रतिबन्धः तथा इन्द्रः देवराट् सकृद्भिः त्रिः उक्तं च अप्रतिपद्यमानः स्वभावदोषक्षयम् अपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नः लोकेऽपि एकस्मात् गुरोः शृण्वतां कश्चिद् यथावत् प्रतिपद्यते कश्चिद् अयथावत् कश्चिद् विपरीतं कश्चिन्न प्रतिपद्यते किमु वक्तव्यम् अतीन्द्रियमात्मतत्त्वम् अत्र हि विप्रतिपन्नाः सदसद्वादिनः तार्किकः सर्वे तस्माद् विदितं ब्रह्म इति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वात् यदि मन्यसे इत्यादि साशङ्कं वचनं युक्तमेव आचार्यस्य दभ्रम् अल्पमेव अपि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपं किम् अनेकानि ब्रह्मणरूपाणि महान्ति अर्भकाणि च येनाः दभ्रमेव इत्यादि बाढम् अनेकानि हि नामरूप उपाधिकृतानि ब्रह्मणरूपाणि न स्वतः स्वतस्तु अशब्दम् अस्पर्शम् अरूपमव्ययम् तथा रसं नित्यम् अगन्धवच्छयतु इति शब्दादिभिः सह रूपाणि प्रसिद्ध्यन्ते ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात् अतः उच्यते चैतन्यं पृथिव्यादीनाम् अन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति तथा श्रोत्रादीनाम् अन्तःकरणस्य च धर्मो न भवति इति ब्रह्मणो रूपमिति ब्रह्मरूप्यते चैतन्येन तथा च उक्तं विज्ञानमानन्दं ब्रह्म विज्ञानघन एव सत्यं ज्ञानमनन्तं ब्रह्म प्रज्ञानं ब्रह्म इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु सत्यमेवं तथापि तदन्तःकरणदेहेन्द्रिय उपाधिद्वारेणैव विज्ञानादिशब्दैः निर्दिश्यते तदनुकारित्व देहादिवृद्धिसङ्कोचच्छेदादिषु नाशेषु च न स्वतः स्वतस्तु अविज्ञातं विजानतां विज्ञातम् अविजानतामिति स्थितं भविष्यति यदस्य ब्रह्मणोरूपम् इति पूर्वेण सम्बन्धः न केवलम् अध्यात्मोपाधिपरिच्छिन्नस्य ब्रह्मणोरूपं त्वम् अल्पं वेत्थ यदपि अधिदैवत उपाधिपरिच्छिन्नस्य ब्रह्मणोरूपं देवेषु वेत्थत्वं तदपि नूनं दभ्रमेव वेत्थ इति मन्ये यदध्यात्मं यदपि देवेषु तदपि च उपाधिपरिच्छिन्नत्वात् अभ्रत्वात् न निवर्तते यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तम् अनन्तम् एकम् अद्वैतं भूमाख्यं नित्यं ब्रह्म न तत् सुवेद्यम् इत्यभिप्रायः यतः एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म एवम् आचार्ययुक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन् यथोक्तम् आचार्येण आगमम् अर्थतो विचार्य तर्कतश्च निर्धार्य स्वानुभवं कृत्वा आचार्यसकाशम् उपगम्य उवाच मन्येऽहम् अथ इदानीं विदितं ब्रह्म इति नाहमन्ये सुवेदेति नो न वेदेति वेद च यो नस्तद्वेद तद्वेद नो न वेदेति वेद च कथमिति शृणु न अहमन्ये सुवेदेति नैव अहं मन्ये सुवेदब्रह्म इति नैव तर्हि विदितं त्वया ब्रह्म इत्युक्ते अह नो न वेदेति वेद च वेद च इति च शब्द न वेद च ननु विप्रतिषिद्धं नाहमन्ये सुवेदेति नो न वेदेति वेद च इति यदि न मन्यसे सुवेदेति कथं मन्यसे वेद च इति अथ मन्यसे वेदैव इति कथं न मन्यसे सुवेदेति एकं वस्तु येन ज्ञायते तेनैव तदेव वस्तु न सुविज्ञायते इति विप्रतिषिद्धं संशय विपर्ये वर्जयति न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वा इति नियन्तुं शक्यं संशयविपर्ययौ हि सर्वत्र अनर्थकरत्वेनैव उपसिद्धम् एवम् आचार्येण विचाल्यमानोऽपि शिष्यः न विचचार अन्यदेव तद्विदिता अथो अविदितादधि इति आचार्योक्त आगमसम्प्रदायबलात् उपपत्ति अनुभवबलाच्च जगर्जच ब्रह्मविद्यायां दृढनिश्चयितां दर्शयन्नात्मनः कथमित्युच्यते यः यः कश्चित् नः अस्माकं स ब्रह्मचारिणां मध्ये तत् मदुक्तं वचनं तत्त्वतो वेद सः तत् ब्रह्मवेद किं पुनस्तद्वचनम् इत्यतः नोन वेदेति वेद च इति यदेव अन्यदेव तद्विदिता अथो अविद्यादधि इत्युक्तं तदेव वस्तु अनुमान अनुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नोन वेदेति वेद च इति अवोचतुम् आचार्यबुद्धिसंवादार्थं मन्दबुद्धिग्रहणव्यपोहार्थं च तथा च गर्जितम् उत्पन्नं भवति योनस्तद्वेद तद्वेद इति यस्य मतं तस्य मतं मतं यस्य न वेदसः अविज्ञातं विजानतां विज्ञातम् अभिजानताम् शिष्याचार्यसंवादात् प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्तसंवादनिर्वृत्तम् अर्थमेव बोधयति यस्य अमतम् इत्यादीन् यस्य ब्रह्मविदः अमतम् अविज्ञातम् अविदितं ब्रह्म इति मतम् अभिप्रायः निश्चयः तस्य मतं ज्ञातं सम्यक् ब्रह्म इति अभिप्रायः यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्म इति निश्चयः न वेद एव सः न ब्रह्म विजानाति सः विद्वदविशोः यथोक्तौ पक्षौ अवधारयति अविज्ञातं विजानतामिति अविज्ञातम् अमतम् अविदितमेव ब्रह्म विजानतं सम्यग् विदितवतामित्येतत् विज्ञातं विदितं ब्रह्म अविजानतम् असम्यक् दर्शिन इन्द्रियमनोबुद्धिषु एव आत्मदर्शिनमित्यर्थः न तु अत्यन्तमेव अव्युत्पन्नबुद्धेन न हि तेषां विज्ञातम् अस्माभिः ब्रह्म इति मतिः भवति इन्द्रियमनोबुद्धि उपाधिषु आत्मदर्शिनां तु ब्रह्मोपाधिविवेक अनुपलम्भ बुद्ध्यादि उपाधिश्च विज्ञातत्वात् विदितं ब्रह्म इति उपन्दिति भ्रान्तिः इत्यतः असम्यक् दर्शनं पूर्वपक्षत्वेन उपन्यस्यते विज्ञातम् अविजानतामिति अथवा हेत्वर्थः उत्तरार्धो अविज्ञातम् इत्यादि प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते आत्मना विन्दते वीर्यं विद्यया विन्दते मृतम् अविज्ञातं विजानतामिति अवधृतम् यदि ब्रह्म अत्यन्तमेव अविज्ञातं लौकिकानां ब्रह्मविदां च अविशेषः प्राप्तः अविज्ञातं विजानतामिति च परस्परविरुद्धम् कथं तु तद्ब्रह्म सम्यग् विदितं भवति इति एवमर्थमाह प्रतिबोधविदितं बोधं बोधं प्रतिविदितं बोधशब्देन बौद्धाः प्रत्ययाः उच्यन्ते सर्वे प्रत्ययाः विषयीभवन्ति यस्य स आत्मा सर्वबोधान् प्रतिबुध्यते सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेषु अविशिष्टतया लक्ष्यते न अन्यद्वारम् अन्तरात्मनः विज्ञानाय अतः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा तदा तत् मतं तत् सम्यक् दर्शनम् इत्यर्थः सर्वप्रत्ययदर्शित्वे च उपजनन अपायवर्जितदृक्स्वरूपत नित्यत्वं विशुद्धस्वरूपत्वम् आत्मत्वं निर्विशेषता एकत्वं च सर्वभूतेषु सिद्धं भवति लक्षणभेद अभावात् व्योम्नैव घटगिरिगुहादिषु विदिताविदिताभ्याम् अन्यद्ब्रह्म इति आगमवाक्यार्थः एवं परिशुद्ध एव उपसमृतो भवति। दृष्टे दृष्टा श्रुते श्रोता मते मन्ता विज्ञाते विज्ञाता इति श्रुत्यन्तरम्। यदा पुनः बोधक्रियाकर्ता इति बोधक्रियालक्षणेन तत्कर्तारं विजानाति इति बोधलक्षणेन विदितं प्रतिबोधविदितम् इति व्याख्यायते। यथा यो वृक्षशाखाः चालयति स वायुः इति तद्वत्। तदा बोधक्रियाशक्तिमानात्मा द्रव्यं न बोधस्वरूप एव। बोधस्तु जायते विनश्यति च। यदा बोधो जायते तदा बोधक्रियया सविशेषः। यदा बोधो नश्यति तदा नष्टबोधः द्रव्यमात्रं निर्विशेषः। तत्रैवं सति विक्रियात्मकः सावयवः अनित्यः अशुद्धः इत्यादयो दोषाः न परिहर्तुं शक्यन्ते। यदपि काणादानाम् आत्ममनस्संयोगजः बोधः आत्मनि समवैति, अतः आत्मनि बोधृत्वं न तु विक्रियात्मक आत्म द्रव्यमात्रस्तु भवति घट इव रागसमवायि। अस्मिन् पक्षेपि अचेतनं द्रव्यमात्रं ब्रह्म इति विज्ञानमानन्दं ब्रह्म प्रज्ञानं ब्रह्म इत्याद्याः श्रुतयोः बाधिताः स्युः। आत्मनो निरवयवत्वेन प्रदेश अभावात् नित्यसंयुक्तत्वाच्च मनसः स्मृति उत्पत्तिनियम अनुत्पत्तिः अपरिहार्या स्यात्। संसर्गधर्मित्वं च आत्मनः श्रुतिस्मृतिन्यायविरुद्धं कल्पितं स्यात्। असङ्गो न हि सज्जते असक्तं सर्वभूत् इति हि श्रुतिस्मृति न्यायश्च गुणवद्गुणवता संसृज्यते न अतुल्यजातीय। अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदपि अतुल्यजातीन संसृज्यते इति एत न्यायविरुद्धं भवेत्। तस्मात् नित्य अलुप्तज्ञानस्वरूपज्योतिः आत्मा ब्रह्म इति अयमर्थः सर्वबोधबोधृत्वे आत्मनः सिद्ध्यति न अन्यथा। तस्मात् प्रतिबोधविदितं मतम् इति यथा व्याख्यात एव अर्थो अस्माभिः। यत् पुनः स्वसंवेद्यता प्रतिबोधविदितम् इति अस्य वाक्यस्य अर्थो वर्ण्यते। तत्र भवति सोपादिकत्वे आत्मनः बुद्ध्युपाधिस्वरूपत्वेन भेदं परिकल्प्य आत्मन आत्मानं वेत्ति इति संव्यवहारः। आत्मनि एव आत्मानं पश्यति स्वयमेव आत्मनात्मानं वेत्तत्वं पुरुषोत्तम इति। न तु निरुपाधिकस्य आत्मनः एकत्वे स्वसंवेद्यता परसंवेद्यता वा सम्भवति। संवेदनस्वरूपत्व संवेदनान्तरापेक्षा च न सम्भवति। यथा प्रकाशस्य प्रकाशान्तरापेक्षायाः न सम्भवः तद्वत्। बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात्। न हि विज्ञातुः विज्ञाते विपरिलोपो विद्यते अविनाशित्वा नित्यं विभुं सर्वगतं स वा एष महानुजात्मा जरुवामरो अमृत्वाभयः इत्याद्याः श्रुतयः बाध्यरन्। यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोधः यथा सुप्तस्य इति अर्थं परिकल्पयन्ति सकृद्विज्ञानं प्रतिबोध इत्यपरे। निर्निमित्तः सनिमित्तः सकृद्वा असकृद्वा प्रतिबोध इव हि सः। अमृतत्वम् अमरणभावं स्वात्मनि अवस्थानं मोक्षं हि यस्माद्विन्दते लभते। यथोक्तात् प्रतिबोध प्रतिबोधविदितात्मक तस्मात् प्रतिबोधविदितमेव मतम् इत्यभिप्रायः। बोधस्य हि प्रत्यगात्मविषयत्वं च मतम् अमृतत्वहेतु। न हि आत्मनो अनात्मत्वम् अमृतत्वं भवति। आत्मत्वात् आत्मनो अमृतत्वं निर्निमित्तमेव। एवं मर्त्यत्वम् आत्मनः यदविद्यया अनात्मत्वप्रतिपत्ति। कथं पुनः यथोक्तया आत्मविद्या अमृतत्वं विन्दते इत्यतः आत्मन स्वेन रूपेण विन्दते लभते वीर्यं बलं सामर्थ्यं धनसहायमन्त्रौषधितपोयोगकृतं वीर्यं मृत्युं न शक्नोति अभिभवितुम् अनित्यवस्तुकृतत्वात्। ఆత్మవిద్యాకృతం తు వీర్యం ఆత్మనాయే విందతి నాన్యేన ఇత్యతః అనన్య సాధనత్వాతో ఆత్మవిద్యా వీర్యస్య తదైవ వీర్యం మృత్యుం శక్నోతి అభిభక్తి యతః ఏం ఆత్మవిద్యాకృతం వీర్యం ఆత్మనాయ విందతే అతః విద్యయా ఆత్మవిషయా విందతే అమృతం అమృతత్వం నాయమాత్మా బలహీనే లభ్యః ఇతి అథర్వణ్. అతః సమర్థో హేతుః అమృతత్వం హి విందతే ఇతి. యః చేదవేది అథ సత్యమస్తి నచేదిహ అవేదీన్ మహతీ వినష్టి భూతేషు భూతేషు విచిత్యధీరా ప్రేత్యస్మాల్లోకాలమృతా భవంతి. కష్టా ఖలు సూర నర తిర్యక్ ప్రేతాదిషు సంసార దుఃఖ బవలేషు ప్రాణి నికాయేషు జన్మ జరామరణ రోగాది సంప్రాప్తి అజ్ఞాన. అతః ఇహ ఏవ చేత్ మనుష్యో అధికృతః సమర్థః సన్ యది అవేది ఆత్మానం యథోక్త లక్షణం విదితవాన్ యథోక్తేన ప్రకారేణ. అథ తదా అస్తి సత్యం మనుష్యజన్మని అస్మిన్ అవినాశో అర్థవత్త సద్భావో వా పరమార్థత వా సత్యం విద్యతే. నచేదిహ అవేదీత్ ఇతి. నచేతిహ జీవంశ్చేత్ అధికృతః అవేదీత్ న విదితవాన్ తదా మహతి దీర్ఘ అనంత వినష్టిః వినాశనం జన్మ జరామరణాది ప్రబంధ అవిచ్ఛేదలక్షణ సంసారగతి. తస్మాదేవం గుణదోష విజానంతః బ్రాహ్మణః భూతేషు భూతేషు సర్వభూతేషు స్థావరేషు చరేషు చ ఏకం ఆత్మతత్వం బ్రహ్మ విచిత్య విజ్ఞాయ సాక్షాత్కృత్య ధీరాః ధీమంతః ప్రేత్య వ్యావృత్య మామ అహంభావలక్షణాతో అవిద్యారూప అస్మాల్లోకాత్ ఉపరమ్య సర్వాత్మైకభావం అద్వైతం ఆపన్నాః సంతః అమృతా భవంతి బ్రహ్మైవ భవంతి ఇత్యర్థ. సయో హవై తత్పరం బ్రహ్మవేద బ్రహ్మై భవతి ఇది శృతే. ఇది ద్వితీయ ఖండః.